पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 59 व्यास उवाच एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः चतुर्थं चायुषो भागं संन्यासेन नयेत्क्रमाद अग्नीनात्मनि संस्थाप्य द्विज प्रव्रजितो भवेद योगाभ्यासरतशान्तो ब्रह्मविद्यापरायणः यदा मनसि सम्पन्नं वैराग्यं सर्ववस्तुषु तदा सन्न्यासमिच्छेच्च पतितस्याद्विपर्यये प्राजापत्यां निरूप्यष्टिमाग्नेयीमथवा पुनः दादशुक्लकषायोत्सौ ब्रह्माश्रममुपाश्रयेद ज्ञानसंन्यासिन केचिद्वेद संन्यासिनो परे कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः यः सर्वत्र विनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः यस्त्वग्निमात्मसा कृत्वा ब्रह्मार्पणपरोद्विजः ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः त्रयाणामपि चैदेषां ज्ञानी त्वभ्यधिको मदः न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चिदः निर्ममो निर्भयशान्तो निर्द्वन्द्वः पर्णभोजनः जीर्णकौपीन वासस्यान्नग्नो वाध्यानतत्परः ब्रह्मचारी जिदाहारो ग्रामादन्नं समाहरेद अध्यात्मरतिरासीद निरपेक्षो निराशिषः आत्मनैव सहायेन सुखार्थं विचरेदिह नाभिनन्देद मरणं नाभिनन्देद जीवनम् कालमेव प्रदीक्षेद निर्देशं भृतको यथा नाधेतव्यं न वर्तव्यं श्रोतव्यं न कदाचन एवं ज्ञानपरो योगी ब्रह्मभूयाः स कल्पते एक वा साधवा विद्वान् कौबीनाच्चादनोऽपि वा मुण्डी शिखीवाध भवेस्त्रिदण्डी निष्परिग्रहः काषाय वासा सददं ध्यानयोगपरायणः ग्रामान्ते वृक्षमूले वा वस्येद्देवालयेऽपि वा समशत्रौ तथा मित्रे तथा मानापमानयोः भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत् क्वचिद् यस्तु मोहेन वाण्यस्मादेकान्नादी भवेद्यदिः न तस्य निष्कृति काचिद्धर्मशास्त्रेषु दृश्यते रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चन प्राणिहिंसानिवृत्तश्च मौनी स्यात् सर्वनिःस्पृहः दृष्टिपूतं न्यसेत्पादं वस्त्रपूदं जलं पिबेद सत्यपूदां वदेद्वाणीं मनःपूदं समाचरेद नैकत्र निवसेद्देशे वर्षाभ्योऽन्यत्र भिक्षुकः स्नात्वा शौचयुतो नित्यं कमण्डलुकरशुचिः ब्रह्मचर्यरतो नित्यं वनवासरतो भवेद् मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः दम्भाहं कारनिर्मुक्तो निन्दा पैशून्यवर्जितः आत्मज्ञानगुणोपेदो यदि मोक्षमवाप्नुयात् अभ्यस्येत् सततं देवं प्रणवाख्यं सनातनं स्नात्वाचम्यविधानेन शुचिर्देवालयादिषु यज्ञोपवीदी शान्तात्मा कुशपाणिः समाहितः दौधकाषाय वसनो तस्मिञ्चन्नतनूरुहः अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च आध्यात्मिकं च सततं वेदान्ताभिहितं च यद पुत्रेषु चाधनिवसन् ब्रह्मचारी यदिर्मुनिः वेदमेवाभ्यसेन्नित्यं सयादि परमां गतिम् अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परं क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः वेदान्तज्ञाननिष्ठो वा पञ्चयज्ञान् समाहितः कुर्यादहरः स्नात्वा भिक्षार्थे नैव तेन हि होममन्त्राञ्जपेन्नित्यं काले काले समाहितः स्वाध्यायं चान्वहं कुर्यात् सावित्रीं सन्ध्ययोर्जपेद ध्यायेद सततं देवमेकान्तं परमेश्वरम् एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् कमण्डलुकरो विद्वांस्त्रिदण्डो यादि तत्परम् इति श्रीपात्मे महापुराणे स्वर्गखण्डे यदि धर्मनिरूपणम् नामैकोनषष्टितमोऽध्यायः ॐ